नमस्कारः. अस्माकं पाणिनीयवर्गे सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति धातुविज्ञानं तृतीयभागः इति. तत्र स्वरविज्ञानं, पदव्यवस्था, ईद्व्यवस्था च इति विषयः अस्ति. प्रथमं पदव्यवस्था इति विषयः. तत्र धातौ यः स्वरः अस्ति सः स्वरः कीदृशः इति द्रष्टव्यं. प्रथमतया धातौ स्वरः इत्संज्ञकः अस्ति चेत् तर्हि सः स्वरः अनुदात्तः अस्ति वा, स्वरितः अस्ति वा, उदात्तः अस्ति वा इति दृष्ट्वा वयं ज्ञातुं शक्नुमः धातुः परस्मैपदी वा आत्मनेपदी वा उभयपदी वा इति ज्ञातुं शक्नुमः. धातौ यः स्वरः अनुनासिकः अस्ति, अनुनासिकस्वरस्य एव इत्संज्ञा भवति इति जानीमः. धातौ यः स्वरः अनुनासिकः अस्ति सः स्वरः अनुदात्तः अपि अस्ति चेत् तर्हि अनुदात्तनित आत्मनेपदम् इति सूत्रेण धातुः आत्मनेपदी भवति. धातौ यः स्वरः अनुनासिकः अस्ति सः स्वरः स्वरितः अस्ति चेत् तर्हि यदि क्रियायाः फलं कर्तारं प्रति गच्छति, क्रियायाः फलं कर्तारं प्रति गच्छति चेत् धातुः आत्मनेपदी. यदि क्रियायाः फलं कर्तारं प्रति न गच्छति चेत् धातुः परस्मैपदी. अतः यत्र धातौ यः स्वरः स्वरितः अस्ति, इत्संज्ञकः अपि अस्ति, तर्हि धातुः उभयपदी इति वदामः. अनन्तरं धातौ यः स्वरः इत्संज्ञकः अस्ति वा नास्ति वा इति चिन्ता नास्ति, परन्तु स्वरः उदात्तः अस्ति चेत् धातुः परस्मैपदी इति स्वरस्य विषये अस्ति. अपि च व्यञ्जनस्य विषये पश्यामः चेत् धातौ यः स्वरः धातौ यत् व्यञ्जनम् अस्ति तत् व्यञ्जनं मकारः कवर्गस्य पञ्चमवर्णः अस्ति चेत् अपि धातुः आत्मनेपदी, अनुदात्तनित आत्मनेपदम् इति सूत्रेण. धातौ यत् व्यञ्जनम् अस्ति तद्व्यञ्जनं च वर्गस्य पञ्चमवर्णः ञकारः अस्ति चेत् तर्हि धातुः उभयपदी स्वरितमित कर्तृभिप्राये क्रियापले इति स्वरेण इति सूत्रेण धातुः उभयपदी अस्ति. अपि च अवशिष्टः अन्य यत्किमपि व्यञ्जनम् अथवा अन्य स्वरः यत्र उदात्तः उदात्तसंज्ञकः अस्ति उदात्तसंज्ञकः तर्हि तत्र परस्मैपदी भवति, शेषात् कर्तरि परस्मैपदी. तर्हि आहत्य त्रीणि सूत्राणि सन्ति: अनुदात्तनित आत्मनेपदं, स्वरितनित कर्तृभिप्राये क्रियापले, अनन्तरं शेषात् कर्तरि परस्मैपदम् इति आहत्य त्रीणि सूत्राणि. तैः सूत्रैः वयं ज्ञातुं शक्नुमः धातुः आत्मनेपदी वा परस्मैपदी वा उभयपदी वा इति ज्ञातुं शक्नुमः. यदि तत्र स्वरसहितधातुपाठः अस्ति चेत् एतत् सर्वं ज्ञातुं शक्नुमः, नो चेत् स्वरस्य विषये तत्र ऊहां कर्तुं शक्नुमः. तत्र लट्लकारस्य रूपं दृष्ट्वा ऊहां कर्तुं शक्नुमः धातुः परस्मैपदी वा आत्मनेपदी वा उभयपदी वा इति ज्ञातुं शक्नुमः. तत्र व्यञ्जनस्य विषये क्लेशः नास्ति, यतोहि धातौ तु व्यञ्जनं दृश्यते एव. अतः यदि धातौ ञकारः अस्ति चेत् धातुः उभयपदी इति ज्ञातुं शक्नुमः. धातौ मकारः धातोः अन्ते ञकारः अथवा धातोः अन्ते मकारः कवर्गस्य पञ्चमवर्णः अस्ति चेत् वयं ज्ञातुं शक्नुमः तत्र धातुः आत्मनेपदी नो चेत् उभयपदी इति ज्ञातुं शक्नुमः. परन्तु स्वरस्य विषये स्वरसहितपाठः अस्ति चेत् एव ज्ञायते. अस्तु, तर्हि इदानीं तत्र कोऽपि प्रश्नः अस्ति वा, नो चेत् अभ्यासं प्रति गच्छामः. अस्तु, नमस्ते भगिनि. नमस्ते. अस्तु, तर्हि अत्र अरविन्द महोदय आरम्भं करोति वा, अभ्यासः इति आरभ्य पठतु. भगिनि, अभ्यासः. इमे धातवः सर्वे भुआदिगणीयाः. सर्वप्रथमं धातु आत्मनेपदि, उभयपदि, परस्मैपदि वा इति सूच्यताम्, तदा लौकिकधातुः कः इति वदतु. तदा विकरणसहितम् अङ्ग किं तदा लट् लकारस्य रूपम्। उदाहरणमस्ति वाञ्चु इति धातुः उदात्तेत् अतः परस्मैपति। लौकिकधातुः वाञ्च् विकरणसहितम् अङ्गं वाञ्च लटि वाञ्च खलु वाञ्च वञ्च वञ्च वाञ्च इत् लोपानन्तरं वञ्च वच् वञ्च भवति। वञ्चयोग शाप् शकारपकारलोपानन्तरम् अकारस्य योजनेन वञ्च। तदनन्तरं वञ्चयोग टि इति वञ्चति इति रूपं भवति। उदाहरणं मलं तर्हि अत्र वञ्च इति धातो तत्र स्वरः कीदृशः अस्ति? स्वरः अस्ति उदात् उदात्त उदात्तः कथं ज्ञातवान्? उदात्तः उदात्त इत् उदात्तेत् अस्ति कथं ज्ञातवान्? उदात्तेत् अस्ति स्वरितः नास्ति अनुदात्तः नास्ति कृत्वा उदात्तेत्। हा कथं ज्ञातवान् स्वरितेत् नास्ति अनुदात्तेत् नास्ति इति कथं ज्ञातवान्? उकार उपदे अनुनासिक उकारस्य अधोभागे एवम् उपरि रेखा न दृश्यते तदर्थं स्वरित अनुदात्त त्यक्त्वा उदात्त एव भवति। हा बहु समीचीनं सम्यक्। तर्हि तत्र चिह्नं किमपि न दृश्यते अतः तत्र उकारः स्वरः अस्ति अनुनासिकः अपि अस्ति अनुनासिक यस्य उपरि चन्द्रबिन्दुः अस्ति अतः इत्संज्ञकः अपि अस्ति अतः उपदेशे जननासिक इत् इत्यनेन अनुनासिकस्वरस्य इत्संज्ञा भवति अतः उकारस्य इत्संज्ञा तस्य अधोभागे अपि चिह्नं नास्ति उपरि अपि चिह्नं नास्ति अतः उदात्तः अस्ति उदात्तेत् अस्ति धातुः। तदर्थं धातुः परस्मैपदी केन सूत्रेण? शेषात् कर्तरि शेषात् कर्तरि परस्मैपदम् शेषात् कर्तरि परस्मैपदम् आहत्य त्रीणि सूत्राणि सन्ति एकवारम् उच्चारयतु त्रीणि सूत्राणि। प्रथमस्ति अनुदात्त आत्मनेपदम्। द्वितीयमस्ति स्वरञ्जित कर्तरभिप्राये क्रियाफले। शेषात् स्वरितञ्जित कर्तरभिप्राये क्रियाफले। तिस्रमस्ति शेषात् कर्तरि परस्मैपदम्। सत्यं सत्यं बहु समीचीनं। तर्हि वञ्च् इति धातु इदानीं परस्मैपदी अस्ति अतः तत्र ति इति प्रत्ययः आगच्छति लट्लकारे ति इति प्रत्ययः आगच्छति न तु ते इति प्रत्ययः। धातुः परस्मैपदी इति कृत्वा एव तत्र ति इति प्रत्ययः आगच्छति। अस्तु तर्हि वञ्चति इति रूपम् अङ्गमस्ति वञ्च इति अङ्गमस्ति विकरणप्रत्ययं योजयित्वा अङ्गम् अस्ति वञ्च। तर्हि अङ्गम् इत्युक्ते किम्? प्रत्ययपूर्वं यत् औपदेशिक अवस्था अस्ति तस्य अङ्गं इत्युच्यते। हा औपदेशिकावस्था अथवा अनौपदेशिकावस्था अस्ति चेदपि प्रत्ययात् पूर्वं यः भागः अस्ति तस्य नाम अङ्गम् इति अस्ति। यतोहि वञ्च इति इदानीं तत्र वञ्च् इति धातुः अस्ति लौकिकधातुः तस्य अनन्तरं शप् इति प्रत्ययं योजयामः तर्हि वञ्च् योगः अ इदानीं वञ्चयोगः ति ति इति प्रत्ययस्य कृते अङ्गं किम्? वञ्च इसि अङ्गस्य पूर्वमस्ति वञ्च उकारलोपानन्तरं यद् धातु रूपम् अस्ति तत् वञ्च् अङ्ग शप् इति विकरणस्य अङ्गमस्ति। हा इदानीं ति इति प्रत्ययस्य कृते अङ्गं किम्? ति इति कृत्य तिङ्प्रत्ययस्य पूर्वमस्ति वञ्च, षकारस्य पकारस्य लोपानन्तरम् अकारस्य योजनेन वञ्च् वञ्च भवति, तद्वञ्च अङ्गमस्ति तिङ्कृते। हा, बहु समीचीनं। तर्हि वञ्च इति तत्र इदानीं वञ्च इति औपदेशिक अवस्था इति किमपि न वक्तुं शक्यते खलु, प्रत्ययस्य योजनानन्तरं वञ्च इति अङ्गमस्ति, अतः तत्र धातुः अपि अस्ति प्रत्ययः अपि अस्ति। मम चिन्तनमस्ति यत् यत् यत् वञ्चति इति रूपं न लभ्यते तत्र उप अवस्थायां प्रत्यया पूर्वं यत् अस्ति तत् औपदेशिकम् अस्ति इति मया अवगन्तुम्। न, अत्र वञ्च् इत्यस्मिन् सन्दर्भे यद् भवान् वदति तत्रापि औपदेशिकः नास्ति, तत्र लौकिकः अस्ति, यतोहि तत्र इत्सञ्ज्ञकवर्णानां लोपः, इत्सञ्ज्ञकवर्णस्य लोपः अस्ति खलु, अतः वञ्च् इति लौकिकधातुः, तत्र उपदेश औपदेशिकधातुः नास्ति। वञ्चु वञ्चु इति धातुः एव औपदेशिकधातुः, वञ्च् इति लौकिकः अस्ति। अस्तु, समीचीनम्। अस्तु, धन्यवादः। अग्रे अत्र ललिता भगिनी वदति वा? मला नमस्कारः भगिनि। हा, नमस्ते, वक्तुमिच्छति वा? मल इति धातुः अधोबाहे रेखा अस्ति, कारणात् अनुदातेत् आत्मनेपदं। मल् इत्सञ्ज्ञक अनुबन्धानां लोपः भवति, मल् इति अवशिष्यते, मल् योगः शप् योगः ते मल मलते इति रूपमस्ति। सत्यं, मलते इति रूपम्। अङ्गं किं मलते इति प्रत्ययस्य अङ्गं किं? ते इति रूपस्य अङ्गं मल। हा, बहु समीचीनं। मल् प्लस् शप् शप् शप् के लिए अङ्गम् अस्ति, मल् प्लस् शप् देन् इट् बिकम्स् मल, मल इस् द अङ्गं फोर् ति। सत्यं, मल अङ्गमस्ति, ते इति प्रत्ययस्य कृते मल इति अङ्गम् अस्ति। समीचीनम्। अत्र तु सूत्रम् एकवारं वदतु, केन सूत्रेण आत्मनेपदि? एकनिमिषं भगिनि। अनुदात नित् आत्मनेपदम् इति सूत्रेण मल इति धातु आत्मनेपदि, अनुदात नित् धातोः लस्य आत्मनेपदम्। नित् नास्ति, नित नित नित धातोः लस्य आत्मनेपदम्। हा, सूत्रम् अस्ति अनुदात्त नित आत्मनेपदम् इति एव सूत्रम्। भवती यत् उक्तवती तत्तु अनुवृत्तिसहितसूत्रमस्ति। समीचीनं। तर्हि तत्र बल इति धातौ स्पष्टमस्ति खलु, तत्र द्रष्टव्यम् अत्र अस्मिन् धातौ स्वरद्वयं वर्तते, मकार उत्तरवर्ति अकारः, अनन्तरं लकार उत्तरवर्ति अकारः। मकार उत्तरवर्ति अकारः तु इत्सञ्ज्ञकः नास्ति। किमर्थम् इत्सञ्ज्ञकः नास्ति? जी, हा, मकार उत्तरवर्ति अकारः इत्सञ्ज्ञकः नास्ति किमर्थम्? चन्द्रबिन्दुः नास्ति किल? हा, सत्यं, समीचीनं। तर्हि मकार उत्तरवर्ति अकारः अनुनासिकः नास्ति, अतः तस्य इत्सञ्ज्ञा नास्ति। परन्तु लकार उत्तरवर्ति अकारः अनुनासिकः अस्ति, अतः तस्य इत्सञ्ज्ञा भवति उपदेशे जननासिक इत् इत्यनेन। अपि च सः स्वरः अनुदात्तः अस्ति, अतः धातुः अनुदात्तेत् इति कृत्वा आत्मनेपदी अस्ति। समीचीनम्। अस्तु, धन्यवादः। अग्रे वसन्ती भगिनी वदतु। बुधि धातुः, बुधि दकारात् उत्तरवर्ति अनुनासिक अस्ति, सो इत्सङ्ख्यकः, इकार इत्सङ्ख्यकः, उपरि अथवा अधभागे चिह्नं नास्ति. सो अतः बुद्धिधातुः उदातेत्. सो उदातेत् मीन्स् परस्मैपति. न उदातेत् कथं कुत्र अस्ति चिह्नं? कुत्र चिह्नमस्ति? ओ उभयपति बुद्धि दीक् स्वरितः अस्ति. ओके सो उभयपति दातु स्वरितः अनुनासिकः अस्ति. सत्यं. केन सूत्रेण इत्संज्ञक इत्संज्ञा भवति? उपदेशे अनुनासिक उपदेशे अजनुनासिकः इत् इति सूत्रेण ईश्वरस्य अनुनासिकः इत्संज्ञः भवति. विजयलक्ष्मी भगिनी किं वदति? विजयलक्ष्मी भगिनी अस्ति वा? अस्मि. केन सूत्रेण इत्संज्ञा? उपदेशे. सुमन् भगिनी वदतु. इदित्तपि अस्ति. किम्? इदित् नास्ति खलु? नमस्ते. संज्ञा केन सूत्र? उपदेशे अज अनुनासिक. उपदेशे अज अनुनासिक इत्. अस्तु. अन्य कोऽपि? त्वरितनिताभिप्राये क्रियाफले न न केन सूत्रेण इति संज्ञा भवति? उपदेशे जननासिक. वदतु अरविन्द भगिनी. अरविन्द महोदय वदतु. नेटि सूत्र अन्तर्गत वार्तिकम् अस्ति. इव् इत् संज्ञायां वाच्या तस्य वार्तिकेन इकार रकार युगपत् इत् संज्ञा भवति. तस्य वार्तिकस्य सहायेन इर् इत् संज्ञा भूत्वा तस्य लोपो भवति. सम्यक् सम्यक्, बहु समीचीनम्. अत्र सर्वे स्मर्तव्यम्. अत्र यत्र यत्र इरित् अस्ति तत्र सूत्रम् उपदेशे जननासिकसूत्रं यद्यपि तेन सूत्रेण भवति इति चिन्तयामः, परन्तु तत्र वार्तिकमस्ति. इर इत्संज्ञा वाच्या इत्यनेन इरित् इति समुदायस्य इत्संज्ञा भवति. भगिनी तद् र इति एव न र एव अस्ति भगिनि तत्र. मम मनसि आसीत् एक्चुलि इदित् इति उक्तवती. रकारः एव अस्ति, परन्तु तत्र स्क्रीन् मध्ये सम्यक्तया न दृश्यते. रेपः एव अस्ति तत्र. किमर्थमिति? तद्वदेव. अत्र छिधिर् भिधिर् निझिर् युजिर् इति तादृशमस्ति. अत्रापि चिन्ता नास्ति. अत्र रेपः अस्ति. तर्हि अत्र भगिनी वसन्ति भगिनी वदतु अधुना. ओके सो इत् संज्ञकः उदातेत् सो सारि स्वरितेत् इति उभयपदी धातुः इत्संज्ञ तस्य लोपः सूत्रेण इत्संज्ञः लोपः. सो अनन्तरं विगेट् बुद्ध इति लौकिकधातु. बुद्धि इस् इदितो इदितो इदित् धातु. सो इदितोः नुम् आगमः भवति. सो बुद्ध यो बुद्ध एकक्षणम् इदित् इति कदा वदामः? इगन्धधातु अत्र इगन्तः अस्ति इगन्तः नास्ति ह्रस्व इकारः यस्य अन्ते अस्ति यस्य धातोः अन्ते ह्रस्व इकारः अस्ति सः धातुः इदित् अत्र इकारः अस्ति वा बुद्धि इकारः न बुद्धिः नास्ति भगिनि बुधिर् बुधिर् रेपः अस्ति अन्ते रेपः अस्ति अतः इदित् नास्ति इदानीं वदतु न चिन्ता नास्ति अत्र रेपः अपि अस्ति अत्र प्रायः न दृश्यते सम्यक्तया अधुना वदतु बुधिर् इति इदानीमेव उक्तं खलु तत्र इरित् अस्ति इदित् नास्ति इरित् इति कृत्वा तत्र वार्तिकेन इत्संज्ञा भवति इर् इत्संज्ञा वाच्या इति वार्तिकेन इत्संज्ञा भवति अतः बुद् इति अवशिष्यते अधुना वदतु ओके बुद् इति धातु सो बुद् योगक शप् उभयपति आत्मनेपतिरूपम् इति ते सो बुद् प्लस् शप् प्लस् ते क्रमेण वक्तव्यं बुद् प्लस् शप् उपदा ह्रस्व उपदा अस्ति लघु ओके सूत्रं ट्रै टु रिमेम्बर् दट् सो ह्रस्व ह्रस्व इक् अस्ति सो गुणा हेपन्स् गुणा भवति सो बोध् इति अवशिष्यते सो बोध् प्लस् अकारः प्लस् ते सो बोधते इति रूपम् आत्मनेपदिरूपम् आत्मनेपदि सो द सेम् वे बोध् प्लस् आ प्लस् ति बोधति तत् परस्मैपदिरूपम् समीचीनं पुगन्तलघुपदस्य च इति सूत्रेण तर्हि अत्र बुधिर् इति धातुः इरित् इत्यस्य इत्संज्ञा अस्ति अत्र स्वरः स्वरितस्वरः अस्ति अतः स्वरितस्वरस्य इत्संज्ञा इति कृत्वा धातुः स्वरितेत् अस्ति अतः उभयपदि अस्ति अतः रूपद्वयं सम्भवति परस्मैपदी पश्यामः चेत् बुद्धियोगः शप् योगः इति शपं निमित्तीकृत्य गुणः भवति पुगन्तलघुपदस्य च इत्यनेन यतोहि उपदायां लघु इक् वर्णः अस्ति अतः बोध् योगः अयोगः इति बोध इति अङ्गं बोधयोगः इति बोधति इति रूपम् एवमेव आत्मनेपदी अपि बोधयोगः अयोगः ते बोधते इति रूपम् अस्तु बुध्यते इति एव भवति खलु किमर्थं बोधते इति रूपम् अस्ति वा अस्ति गुणः किमर्थं न भवति द्वादिगणे अस्ति खलु धातुः चतुर्थे गणे इति अस्ति अत्र बुधिर् इति द्वादिगणे अस्ति बुधिर् इति सः धातुः भिन्नः बुद् इति बुध इति धातुः चतुर्थगणे अस्ति बुध अत्र बुधिर् इति अस्ति बुधिर् इति प्रथमगणे अस्तु तत्र तु चतुर्थगणे तत्र बुध्यते इति रूपं न तु बुधते तत्र बुध्यते इति रूपम् अस्ति खलु अस्तु अस्तु अस्तु बोधति बोधति इरित् सर्वे सप्तमे गणे न भवति इति वा प्रायः सप्तमे गणे एव भवन्ति परन्तु केचन कुत्रचित् अन्यत्रापि अस्तु, राहुल् महोदय अग्रे करोतु. अक्षुम् इति अस्ति. आदौ उपदेशे जनुनासिक इत्यनेन अक्ष इति अवशिष्यते. एतत् अनुदात्त नास्ति, स्वरित नास्ति, अतः शेषात् कर्तरि परस्मैपदम् इति इत्यनेन परस्मैपद परिदातु अक्ष इति. भ्वादिगणे अक्षयोगः शप् योगः ति. लशक्वतदिते हलन्त्यम् इत्यनेन अक्षयोगः अयोगः ति इति अवशिष्यते. मिलित्वा अक्षति इति लटि. समीचीनं समीचीनम् अस्तु. अग्रे विनय महोदय करोतु. आं भगिनि, धातु तु भ्रांशः अस्ति. अहं पश्यामि प्रथमतया अनुबन्ध रहित कर्तुम् इच्छामि. टु आदिः टुडवः आधारेण निष्कासितः, तर्हि भ्राश भ्राश्विम् अस्ति. रीधातुः अधरेखः, रीधातु स्वर अधरेखा अधरेखा अस्ति. यस्य स्वरस्य इत्संज्ञा भवति, अतः इत्संज्ञा भवति, तर्हि पदसंज्ञा अपदव्यवस्थः निर्णयति. अतः रि अर्थचन्द्र बिन्दु उपरि अधरेखा आधारेण आत्मने पदि धातु अस्ति. अतः अवशिष्यते भ्राश. भ्राश आत्मनेपदी भ्राशते, परन्तु भवादिगण अस्ति वयं जानीमः. अतः शप् आगच्छति, शप्स महत्वम् अवशिष्यते. अङ्ग निर्माणम् आवश्यकम्. अतः भ्राश भ्राश भवति, भ्राश योग आत्मने आत्मने ते अतः ते भवति भ्राशते क्रियापदम्. हा समीचीनं, सम्यक् महोदय, समीचीनं, सम्यक्तया उक्तं. तत्र सर्वेषां कृते स्पष्टमस्ति खलु, अनुदात्तेत् अस्ति, यतोहि अन्ते यः ऋकारः अस्ति, शकार उत्तरवर्ति ऋकारः, अनुनासिकः अपि अस्ति, अनुदात्तः अपि अस्ति, अतः धातुः अनुदात्तेत् अस्ति. भ्राश् इति अवशिष्यते, भ्राश्योगः शप्, अत्र भ्राश् भ्राश इति अङ्गं, भ्राशयोगः ते, भ्राशते इति रूपम् अस्तु. गीता भगिनी अग्रे. भगिनी तत्र भ्राश्र तत्र ऋकारलोपानन्तरं रेफा अस्ति खलु, तत्र कुत्र अस्ति रेपः? श्र श्र अक्षरस्य भ्रा कुत्र श्र न शकारः ऋकारः शकारः ऋकारः ऋकारात् अनन्तरमेव रेफस्य अनन्तरमेव ऋकारः अस्ति खलु तत्र श्रा इत्यस्य समीपे श्रा इति नास्ति, श्र श्रु रेपः नास्ति, शकारः अनन्तरं ऋकारः श्रु. भगिनी प्रायः टैप् एरर् न शकार ऋकारः नः चेत् शकार रेपः ऋकारः दत्तम् इदानीं न शकारः रेपः नास्ति तत्र, शकारः ऋकारः तावदेव अस्ति तत्र, कः क्लेशः? अस्तु, न श्री इति वदति चेत् शकार रेफा न तत्र शृणोति शृणोति इति वदति चेत् अत्र श्रु इति अस्ति खलु, एवमेव अत्र शृणोति. लैन् बिलो द श एन् एक्स्ट्रा लैन् कमिङ्ग् फ्रम् द श देन् इट् विल् बी अत्र तथा नास्ति. अस्तु, एषः चकारः तालव्य वा मूर्धन वा? तालव्यशकारः, तालव्यशकारः. ओ अस्तु. कृष्णशकारः नास्ति खलु, तालव्यशकारः. अस्तु, गीता भगिनी. वदामि भगिनि, धातुः अस्ति ह्रुञ् इति. एतद् धातुः अनुदात्तेत् अपि नास्ति, स्वरितेत् अपि नास्ति, किन्तु ण्यकारः अस्ति. स्वरितनीतकर्तृकर्तृभिप्राये क्रियाफले एतत् सूत्रात् ण्यकारस्य भवति. फ्रु विशिष्यते. भुवादिधातुः अस्ति, अकारः विकरणप्रत्ययः भवति. फ्रु भवति गुणभूत्वा हर् इति भवति. हरति परस् स्वरिते स्वरितनितकर्तृभिप्राये इत्युक्ते आत्मनेपदी च परस्मैपदी च भवति. परस्मैपदे हरति इति भवति, आत्मनेपदे हरते इति मन्ये. हा, केन सूत्रेण गुणः? गुणः सूत्रम् अगतम्. पूर्णेन्दु महोदय, सूत्रं वदतु, साहाय्यं करोतु. धातुः अस्ति हृ, हृ इगन्तधातुः अस्ति. इगन्तधातुः अस्ति इति कृत्वा सार्वधातुक अर्धधातुकयोः इति सूत्रेण तत्र गुणः भवति. बहु समीचीनं, स्मरति वा भगिनि? ओके, थेङ्क् यू. तर्हि तत्र सम्यक्तया उक्तवती भवती. तर्हि आत्मनेपदीरूपं किम्? हरते इति. तत्र किं किमपि वक्तुमिच्छति? हरति. हा, भगिनी उक्तवती एव, तत्र केवलं सूत्रं विस्मृतवती तावदेव. हरति इति, हरति इति परस्मैपदी, हरते इति आत्मनेपदी. तत्र हृ इत्यस्य ऋकारस्य ऋकारः इक् वर्णः अस्ति इति कृत्वा इगन्तधातुः, अतः गुणः भवति सार्वधातुकार्धधातुकयोः इत्यनेन गुणः. अतः ऋकारस्य गुणः अकारः. अनन्तरं तत्र रेपः अपि योजयामः, उरण्ड्रपरः इति अन्यत् सूत्रम् अस्ति. अतः अर् इति भवति. अतः हर् योगः शप् योगः ति हरति, हर् योगः शप् योगः ते हरते इति रूपम्. अस्तु अस्तु, तर्हि अग्रे रामनाथन् महोदय. बहिः एकः संशयः अस्ति, किन्तु अधोभागे एव रेखा अस्ति किल, अनुदातः एव किल, उपरि अस्ति चेदेव स्वरितः भवेत् किल? हा, अनुदात्तः अस्ति, परन्तु अनुदात्तस्य इत्संज्ञा अस्ति वा? न, इत्संज्ञा नास्ति. इत्संज्ञा नास्ति चेत् अनुदात्तेत् नास्ति धातुः. अनुदात्तेत् अस्ति चेदेव आत्मनेपदी खलु. अत्र अतः अत्र ण्यकारः एव द्रष्टव्यं, ण्यकारस्य इत्संज्ञा हलन्त्यम् इत्यनेन. अतः धातुः इत् अस्ति, अतः अनुदात्त न स्वरितनितकर्तृभिप्राये क्रियापले इत्यनेन उभयपदी. धन्यवादः. अस्तु, रामनाथन् महोदय. आं भगिनि, अनन्तरं तृ इति धातुः दीर्घ ऋकारम् अन्तिमः अस्ति, कोऽपि इत् सम्यक् इत् वर्णक वर्णः नास्ति. तृ इति भुवादिगणे अस्ति, अन्तिमवर्णः ऋकारम् अस्ति चेत् भुवादिगणे इडागमः भवितुम् अर्हति ऋकारस्थाने. इडागमः कथं? सारि, न न, गुणः भवितुम् अर्हति. तृ इति तर इति तर् इति रूपं भवति, योगे शप् योगे ति तरति इति आत्मे परस्मैपदीरूपम्. हा, समीचीनं, तरति इति परस्मैपदीरूपम्. अत्र ऋकारः इत्संज्ञकः नास्ति एव, अतः स्वरः अनुदात्तः अस्ति. अतः केन सूत्रेण परस्मैपदी? धातुः शेषधातोः कर्तरि लस्य परस्मैपदी. न, सूत्रं वदतु. केवलं सूत्रं वदतु, अनुवृत्तिः मास्तु, केवलं सूत्रम्. शेषकर्तरि परस्मैपदम्. शेषात् कर्तरि परस्मैपदम्. शेषात् कर्तरि परस्मैपदम्. हा, शेषात् कर्तरि परस्मैपदम् इति सूत्रेण धातुः परस्मैपदी अस्ति. अस्तु, समीचीनम्. अस्तु, अग्रे रमाबाई भगिनी वदतु. किं डेङ्ग? सत्यं, डेङ्ग् इति औपदेशिकधातुः अस्ति. नकारस्य इत्संज्ञा भवति उपदेश अनुनासिक इति सूत्रेण. केन सूत्रेण? नकारस्य इत्संज्ञा केन सूत्रेण? हलन्त्यं, हलन्त्यम् इति सूत्रेण नकारस्य इत्संज्ञा भवति. दे अधोभागे रेखा अस्ति, अतः अनुदातः अस्ति. नकारस्य इत्संज्ञा भवति इति कारणात् अनुदात्तनित आत्मनेपदम् इति सूत्रेण आत्मनेपदी धातुः अस्ति. नकारस्य ईष्णानन्तरं दे एव अवशिष्यते. दे योग शप् योग भवति, सकारपकारलोपानन्तरम् आ एव अवशिष्यते. दे योगः सम्यक् वा भगिनि? दे योगः अयोगः ति, अयोगः ते, अयोगति ते, ये एकारः अस्ति. न न, एकक्षणं भगिनि, एकक्षणं. दे योगः अयोगः ते, धातुः आत्मनेपदी इति उक्तं खलु? आत्मनेपदी, क्षम्यतां भगिनि. दे योगः अयोगः ते भवति. अतः सार्वधातुकार्धयोग इति सूत्रेण एकारस्य गुणः भवति. न, एकक्षणं, एकक्षणं, एकारस्य गुणः भवति वा? दे न, सार्वधातुक अर्धधातुकयोः इति सूत्रेण. किं भगिनि? सन्धिकार्यमस्ति खलु, सन्धिकार्यमस्ति. ए योगः अ अस्ति चेत् तत्र सन्धिः भवति खलु? तत्रैव सर्व सामान्यतया भ्रमः भवति. दे इति अस्ति इति कृत्वा तत्र गुणः भवति वा इति प्रश्नः. परन्तु एकारः इक् प्रत्याहारे नास्ति खलु, अतः गुणः, हा, अतः गुणः न सम्भवति. केवलं सन्धिकार्यम् एकारस्य अयादेशः यतोहि तस्य अनन्तरम् अच्वर्णः अस्ति यचोयवायावः इत्यनेन एकारः एच् प्रत्याहारे अस्ति एच् प्रत्याहारे ए ओ ऐ औ इति वर्णाः अतः एकारस्य अयादेशः अतः दयते इति रूपम् अस्तु समीचीनम् इति गतसप्ताहे पूर्णेन्दु महोदय डीङ् इति तत्र डी इत्यस्य यान्तवान्तदेशसन्धि इति उक्तवान् इदानीमेव लेक्चर् श्रुतवती तत्तु कुत्र डी इत्यत्र वा तत्र तु यण् सन्धि भवति धातुः कः अनन्तरं कवर्णस्य अनुनासिक अस्माकं पत्रे उपरि अस्ति डयते इति रूपं वा डयते तत्र डि इत्यस्य यान्तवान्त सन्धि भवति इति उक्तवान् भगिनि डि भवति हा डि इत्यस्य गुणः डे डे योगः अ डय यान्तवान्तदेशसन्धिः एव खलु अस्तु अस्तु यन् सन्धिः नास्ति यन् नास्ति सम्यक् एव उक्तवान् चिन्ता नास्ति चिन्ता नास्ति चिन्ता नास्ति अस्तु अग्रे सूर्यकुमारी भगिनी वदतु अस्ति वा भगिनी सूर्यकुमारी भगिनी अस्तु रविकला भगिनी वदतु अस्तु तर्हि अरुणा भगिनी वदतु सिद्धा नास्ति वा भगिनि करपत्रम् अपगच्छति धन्यवादः हा किञ्चित् अनन्तरं करोति वा अस्ति भगिनि अस्ति वा अथवा करोतु ब्रूयि दास्तु भगिनि हा ब्रूयि ब्रूयि धातु अत्र ज्ञ इति हललन्तम् इति सूत्रेण इत् वर्णः भवति अनुदात्तः अस्ति बट् इत् वर्णः नास्ति ततः अनुदात्तनिता आत्मनेपदम् अनुदात्तनिता आत्मनेपदं वा कथं भ्रम भवति स्वरितनि अनुदात्तनित आत्मनेपदं भगिनि अनुदात्तनित आत्मनेपदम् इत्यनेन आत्मनेपदि कदा भवति तत्र नियमद्वयम् अस्ति खलु एकवारं वदतु अनुदात्त इत्वर्णः भवति एव अनुदात्तस्वरः अस्ति तस्य इत्संज्ञा भवति वा अत्र इत्संज्ञा नास्ति भगिनि हा तर्हि तत्र हा अनुदात्त अनुदात्तेत् नास्ति धातुः तत्र द्वितीयः नियमः कः नित् हा नित् इति स्वरितनित आत्मनेपदम् स्वरितनित आत्मनेपदं नास्ति स्वरितनित कर्तृभिप्राये क्रियापले इति उभयपदी अस्ति खलु धातुः उभयपदी स्वरितनित उभयपदी हा अत्र अनुदात्तनित आत्मनेपदम् इति सूत्रेण आत्मनेपदी कदा भवति इति चेत् अनुदात्तेत् भवेत् स्वरः अनुदात्तेत् भवेत् नो चेत् कवर्गस्य पञ्चमवर्णः मकारः इत्संज्ञा भवेत् तदा एव आत्मनेपदी अत्र तु यत्र ञकारस्य इत्संज्ञा नो चेत् स्वरितस्वरस्य इत्संज्ञा तत्र तु उभयपदी अस्ति धातुः स्वरितनित कर्तृभिप्राये क्रियापले इति सूत्रेण तर्हि अत्र उभयपदी अस्ति, तर्हि ब्रो योगः शप् योगः प्रथमं परस्मै उभयपदी परस्मैपदी इति गुणः भवति सार्वधातुक अर्धधातुकयो इति सूत्रेण बर् भवति, बर् योगः या योगः इति भरति इति परस्मैपदरूपम्, आत्मनेपदं भरते इति आत्मनेपदरूपम्. समीचीनं, भरति भरते, सम्यक्. भ्रम भवति, अहं जानामि, चिन्ता नास्ति, जानामि, हा हा भवती जानाति इति अहमपि जानामि, अतः चिन्ता नास्ति. धन्यवादः. चिन्ता नास्ति एव. अस्तु, तर्हि अग्रे गीताञ्जलि भगिनी करोतु. आं भगिनि, अग्रिमं तु द्रै इति अस्ति, अनु अनुदात् स्वचिह्न तु अस्ति किन्तु निद्वद् नास्ति चेत् स्वरित अस्ति अत्र अत्र स्वरितञ्यतः न न स्वरित कुत्र अस्ति स्वरितः कदा किन्तु ङितः अस्ति कुत्र अस्ति धातुः कः द्रै खलु ओ द्रै अस्ति द्रै अस्ति ओ क्षम्यतां भगिनि द्रै द्रै अस्ति चेत् क्षम्यतां भगिनि अनुदात् चिह्न अस्ति किन्तु ङिद्वद् नास्ति अथवा इति परस्मैपदी धातु एव भवति शेषात् कर्तरि परस्मै पदम् इति सूत्रेण अत्र तु द्रयी योगः भ्वादिगणे अस्ति भगिनी न जानामि सर्वे धातवः भ्वादिगणे एव ओ अस्तु द्रयी योगः शप् योगः ति अस्ति चेत् अत्र तु द्रै दृगः रै र दर अत्र अङ्गे इगन्त अस्ति द्रै ऐ अन्ते अस्ति चेत् इगन्त अस्ति न भगिनि कथम् इक् प्रत्याहारे के के वर्णः एकवारं स्मरयतु इक् इक् तु इ ऊण ऋ ओ अस्तु अस्तु एच् नास्ति एक् अस्ति क्षम्यतां भगिनि भ्रम जाता पुनः अस्तु इगन्त नास्ति चेत् अत्र तु केवल शप् लशकोतदिते शलो शकारलोपः भवति हलन्त्यं कारणेन पकारलोपः भवति अकार अवशिष्यते द्रै योगः अ योगः ति अत्र गुणकार्यम् इगन्त नास्ति गुणकार्यम् एव पुगन्तलघुपदस्य अपि न कार्यं करोति अत्र गुणकार्यं न भवति द्रै योगः अत्र तु केवलं यचोयवायावः सन्धिकार्यं भवति ऐ योगः अ अस्ति चेत् आय आयाति आयोगः अ मेक्स् इत्युक्ते आय द्रायति इति निष्पन्नं भवति हा बहु समीचीनं भगिनि सम्यक् तर्हि द्रै इति धातुः तत्र स्वरः अस्ति ऐकारः स्वरः अस्ति अनुदात्तः अपि अस्ति, परन्तु इत्संज्ञकः नास्ति, अनुदात्तेत् नास्ति, अनुदात्तेत् नास्ति, स्वरितेत् अपि नास्ति, मकारस्य इत्संज्ञा अपि नास्ति, ञकारस्य इत्संज्ञा अपि नास्ति, अतः अत्र शेषात् कर्तरि परस्मैपदम् इत्यनेन धातुः परस्मैपदी, अतः द्रायति इति रूपम्। समीचीनम्, अग्रे रमा सिवरावन् भगिनी करोतु। इत् अनुनासिकः अस्ति, परन्तु स्वरितः नास्ति, अनुदात्तः नास्ति, अतः शेषात् कर्तरि परस्मैपदम् इति सूत्रेण परस्मैपदे धातु अस्ति। इत् इट् योगः शप् योगः ति पुगन्तलघुपदस्य च सूत्रेण इट् एट् भवति, अतः एट् शप् स्थाने अ आगच्छति, एट् अ ति एतति। सम्यक्, एतति इति रूपमस्ति। अस्तु, समीचीनम्। अग्रे रेड्डी महोदय करोति वा? महोदय, अत्र एट् योगः अ इति जष्टुसन्धि भूत्वा एडति इति न भवति वा? एट् योगः एट् हा, अत्र वदतु, जष्ट्वं करणीयं चेत् अत्र निमित्तं किम्? सूत्रं जानाति वा? जलां जशोन्ते इति सूत्रमस्ति, सूत्रं कदा कार्यं करोति? सूत्रस्य विषयं न जानामि। पदान्ते एव कार्यं करोति। अत्र तु इट् इति पदं नास्ति। पदसंज्ञा कदा भवति? सुप्तिङन्तं पदं, यस्य अन्ते सुप् अस्ति अथवा तिङ् अस्ति तदेव पदम्। अत्र इत् इति पदं नास्ति, पदान्ते भवेत्, अतः जष्ट्वं न भवति। प्रश्नः समीचीनः, पदस्य मध्ये अस्ति। यदि इट् इति एव पदम् अस्ति इति चिन्तयतु, तस्मिन् सन्दर्भे इड् इति भवति, परन्तु इट् इति पदं नास्ति। अवगतं, धन्यवादः। हा, अस्तु, तत् रेड्डि महोदय करोति वा? रेड्डि आम् कर्तुमिच्छति वा? मिद्रुं इति औपदेशिकधातुः अस्ति, तस्य अन्ते रुकार अनुनासिकरूपमस्ति, स्वरचिह्नं नास्ति। अनन्तरं पश्यतु, स्वरचिह्नमपि अस्ति। स्वरचिह्नं, ओ, चिह्नमस्ति अत्र ब्राकेट्स् मध्ये दत्तमस्ति खलु? ओ, ओ, स्वरित स्वरितचिह्नमस्ति। सो उपदेशे अनुनासिक इत् सूत्रेण रु इत् भवति, स्वरित अपि अस्ति, स्वरितनितः कर्तभिप्राये क्रियापले क्रियापदे इति सूत्रेण उभयपदमस्ति। मिद् लौकिकरूपमस्ति, मिद् लट् रूपम् अपेक्षते, सो उभयपद, सो परमस्पदे प्रथमं प्रथम परमस्मैपदे अपेक्षते, ति इति प्रत्ययः अस्ति, कर्तरिप्रयोगे कर्तरि शप् सूत्रेण शप् विकर्ण विकरणं भवति विकरणप्रत्यय सो मिद् परे शिप् शप् परे ति इति अस्ति मिद् परे शप् लशक्वतद्ये इति सूत्रेण शा इत् भवति सो आ अवशिष्यते मिद् प्लस् आ षित् तिङ्क्षित् सार्वधातुकम् इति सूत्रेण आ सार्वधातुकं भवति सार्वधातुक अर्धधातुकयो इति सूत्रेण गुण अपेक्षते केन सूत्रेण गुणः पुनः चिन्तयतु ओ नो नो दिस् इस् नाट् नो अत्र पुगन्तलवूपदस्य च सूत्रेण गुण अपेक्षते सम्यक् पित् पित् तिङन्तं सो निषेधं न भवति सो मी ई इकारस्य इक् वर्ण गुण भवति ई ए भवति मेद् इति अवशिष्य मेद् प्लस् आ मेद मेद अन्तं ति मेदत् मेदति सम्यक् मेदति इति एकं रूपम् एकं रूपम् अनन्तरं आत्मनेपदे लट् लकार अपेक्षते चेत् मिद् प्लस् शप् मेद् मेद् प्लस् ते मेदते इति रूपं मेदते आत्मनेपदीरूपं हा बहु समीचीनं महोदय सम्यक् समीचीनं समीचीनम् अस्तु तर्हि अग्रे कोऽपि प्रश्नः अस्ति वा अत्र अस्तु अग्रे केत्की भगिनी वक्तुमिच्छति वा अस्तु अस्तु सुमन् भगिनी करोतु अस्तु जिषुम् अस्ति तत्र अनुनासिक उकार इत् भवति अजनुनासिक इत् सूत्रेण उकार अनुदात अपि नास्ति स्वरित अपि नास्ति अतः इदानीम् उदात्त एव अस्ति सो जिषून् धातु उदात्तेत् अस्ति अतः तत्र शेषात् कर्तरि परस्मैपद पदं सूत्रेण परस्मैपदी भवति लौकिकधातु जिष् अस्ति तत्र उपधायाम् इकार ह्रस्व इकार अस्ति अतः पुगन्तलघुपदस्य च सूत्रेण गुणं भवति जेष् भवति जेषति जेषति इति रूपं सम्यक् समीचीनम् अग्रे पूर्णेन्दुमहोदय करोतु धातुः अस्ति बृकं तत्र ककार उत्तरवर्ति अकारः अनुनासिकः अस्ति तदपि सापि अनुदात्तः अस्ति अधः रेखाखण्डः अस्ति इति कृत्वा अनुदात्तः अस्ति तस्य उपदेशः अनुनासिक इति सूत्रेण इत्संज्ञा भवति इत्संज्ञा भूत्वा बृक् इति धातु लौकिकधातुः निष्पद्यते. बृक् इति लघुपधधातुः अस्ति, उपधायां ऋकारः अस्ति. एतस्य बृक् योगः सप् योगः अनुदात्तत् इति कृत्वा आत्मनेपदीप्रत्ययः विधीयन्ते, ते आयाति. बृक् तत्र गुणः भवति, ऋकारस्य गुणः अकारः, अनन्तरम् उरन् रपरः इति सूत्रेण तत्र रेफः योजयते. अतः बृक् बर्क् भवति, बर्क् योगः ते, बर्क् योगः अयोगः ते, बर्कते इति अन्तिमरूपः भवति. सत्यं सत्यं, समीचीनं. वर्कते इति रूपमस्ति, यतोहि तत्र धातौ स्वरः अनुदात्तेत् अस्ति, अतः आत्मनेपदी अनुदात्तनित आत्मनेपदम् इत्यनेन. सम्यक्. अत्र एकः संशयः, गुणम् अस्ति चेत् ऋकारः अर् भवति नु, तत्र अर्क वर्कते, नाट् बिकास् आफ् सारि सारि इट् इस् अर्क, किन्तु मुरण्ड्रपदः कुत्र आगच्छति अत्र? हा, तत्र ऋकारस्य गुणः तु अकारः एव, गुणसंज्ञकवर्णेषु ऋकारस्य स्थाने अकारः एव आगच्छति. तदनन्तरं यत्र अण् वर्णः आदिष्टः भवति, यत्र आदेशः अण् वर्णः, यतोहि अकारः अण् वर्णः अस्ति इति कृत्वा उरण् रपरः इत्यनेन सः अकारः रपरः भवति, अतः अर् इति भवति. अतः सामान्यतया वयं वदामः ऋकारस्य गुणः अर् इति वदामः. उरण् रपरः इति सूत्रेण एव रेपः आगच्छति. तद् अग्रे पठामः. अतः वर्तते. हा, भवती एव अग्रे करोतु. अत्र अट इति धातुः तकारस्य उत्तरवर्ती अकारे चन्द्रबिन्दुः अस्ति, तस्मात् उपदेशे अजनुनासिक इति सूत्रेण अकारः लोपः भवति. सो अट् इति धातुः, अट् इति लौकिकधातुः भवति. अत्र प्रथमगणे अस्ति अस्य धातुः, प्रथमगणः अस्ति, तस्मात् शप् इति विकरणप्रत्ययः. उपदेशे अजन्मासि सारि लक् लशक्वतदिते इत्यत्र सूत्रेण शकारः लोपः भवति, पकारः हलन्ति सूत्रेण लोपः भवति, आ एव अवशिष्यते. अट् प्लस् आ, अट् योगः आ, योगः अस्ति अटति इति सम्भवति. अत्र उदात्त अनुदात्त नास्ति, तत्र स्वरितः, तस्मात् परस्मैपदि. न, कुत्र अस्ति स्वरितः? सारि, इट् इस् इट् इस् अनुदात्तः नास्ति, स्वरितः नास्ति, उदात्तः एव अस्ति. उदात्तेत् अस्ति, उदात्तेत् अस्ति इति कृत्वा तत्र परस्मैपदी, शेषात् कर्तरि परस्मैपदम् इत्यनेन परस्मैपदी, अतः अटति इति रूपम्. अस्तु, समीचीनम्. अग्रे विजयलक्ष्मी भगिनी उक्तवती वा भवती? न भगिनि. हा, वदतु. मृधु इति धातु अत्र धकारस्य उत्तरवर्ति उकारस्य अनुनासिकत्वमपि अस्ति, अनुदात्तः अपि अस्ति, अनुदात्तेत् इति सम्यकः अनुनासिक इत् भवति. वृद्ध् इति लौकिकधातु, वृद्ध् इति धातु उपधायां लघु ऋकारः अस्ति, तस्य गुणस्य प्रसक्तिः अस्ति, प्रथमगुणे गणे अस्ति इति कृत्वा वृद्ध् केन सूत्रेण गुणः न श्रूयते भगिनि? पुगन्तलघुपदस्य च, पुगन्तलघुपदस्य च इति सूत्रेण गुणस्य प्रसक्तिः अस्ति, प्राप्तिः अपि अस्ति, वर्धते इति रूपं निष्पद्यते. केन सूत्रेण आत्मनेपदि? स्वरितेत् इति अस्ति, तत्कारणं न न कुतः स्वरितेत् क्षम्यताम् अनुदात्तेत् इति अस्ति, तत्कारणम् अनुदात्तङित् आत्मनेपदम् इति सूत्रस्य कारणेन आत्मनेपदरूपं निष्पद्यते, वर्धते इति भवति. सत्यं सत्यं, समीचीनं समीचीनं. तर्हि एतावता कोऽपि प्रश्नः अस्ति वा? नो चेत् अग्रे गच्छेम. भगिनि, हा, मम अवबोधनं सम्यक् अस्ति वा इति स्पष्टीकर्तात्वम् एकं प्रश्नं पृच्छामि. स्वरितनितकर्त्राभिप्राये क्रियाफले प्रथमभागमस्ति स्वरितनित. स्वरितनित यत्रापि कुत्रापि भवति धातोः, उदाहरणे हृञ् धातुः हरति, हरते इति द्वयं रूपं भवितुम् अर्हति. किन्तु कर्त्राभिप्राये क्रियाफले इति द्वितीयं भागं क्रियाफलं कर्तुरीप्सितमं कर्मम् इति कारणेन कर्तारं प्रति गच्छति इति केवलं वाक्ये एव दृष्टति. स्वतन्त्रतया दातुं दृष्टामि चेत् तस्य अवबोधनं न आगच्छति. न न, क्रियायाः फलं, क्रियायाः फलं केवलं कर्तारं प्रति गच्छति वा इति द्रष्टव्यम्. एतत्र उदाहरणं वयं दृष्टवन्तः खलु, माता अन्नं पचति, तत्र वाक्यं आगच्छति ते दातु केवलं नास्ति, वाक्ये उपयोगं कर्तुं चेत् एव क्रियाफलं कुत्र गच्छति इति जानामि. हा, वाक्ये प्रयोगं कुर्मः चेत् एव जानीमः खलु तत्र न तत्र माता एव कर्ता अस्ति, माता कर्ता अस्ति, सा स्वस्य कृते भोजनं करोति वा नो चेत् सर्वेषां कृते करोति वा इति सा एव जानाति खलु. तत् सम्यक् एव, मम प्रश्नः भवान् नास्ति. मम प्रश्नः ये अस्ति, स्वतन्त्रतया धातुः स्वरितनित अस्ति तत् तर्हि उभयत्वं समीचीनमेव. किन्तु कुत्र आत्मनेपदं कुत्र परस्मैपदम् इति उपयोगार्थे इच्छति चेत् वाक्ये एव क्रियाफलं कुत्र गच्छति इति अहं जानामि. हा, इदानीं भवान् वदतु, वाक्यं वदतु, स्पष्टीकरोतु, वाक्यम् उक्त्वा स्पष्टीकरोतु. तदेव, माता ओदनं पचति, कथं जानीमः धातुः परस्मैपदी इति? तत्र किन्तु केवलं पचति इति धातु द्रष्टव्य चेत् पचति धातु नास्ति, पच्यति एव धातुः, पच्यति एव पचेति धातु केवलं दृश्यति चेत् उभयपदित्वम् अस्ति स्वरितनित इति भागेन सूत्रभागेन. किन्तु वाक्ये दृष्टति चेदेव मम वाक्ये दृष्टति नास्ति, न न वाक्ये पश्यति इति नास्ति तत्र. यदि वयं पठामः चेत् तथा वक्तुं शक्यते. अत्र अत्र कारकाणि विवक्षातः भवन्ति खलु, अतः तत्र कर्तुः विवक्षा का इति द्रष्टव्यं, तस्य विवक्षा का. यदि तत्र सर्वं तत्र कर्तारं प्रति एव तत्र निर्णयः कर्तारम् आश्रित्य भवति निर्णयं, तत् सः किं कर्तुम् इच्छति, कर्ता किं कर्तुम् इच्छति तद्दृष्ट्वा एव वयं ज्ञातुं शक्नुमः. तत्र क्रियायाः फलं, तत्र क्रियायाः फलं केवलं कर्तारं प्रति गच्छति वा नो चेत् सर्वेषां प्रति गच्छति वा इति द्रष्टव्यं. तत्तु वाक्यं दृष्ट्वा अपि च यः कर्ता अस्ति तस्य मनसि किम् अस्ति इति दृष्ट्वा एव ज्ञायते. अतः वाक्यमपि द्रष्टव्यम् अपि च कर्तुः मनसि किम् अस्ति इत्यपि ज्ञातव्यं, तत्सर्वं दृष्ट्वा एव ज्ञातुं शक्नुमः. अत्र केवलं धातुः दृष्ट्वा यद्भवान् वदति समीचीनमेव, परन्तु केवलं वाक्यमिति नास्ति, केवलं वाक्यमिति नास्ति, परन्तु कर्तुः किं कर्तुम् इच्छति इत्यपि मुख्यमस्ति. विवक्षा का, हा विवक्षा का इति मुख्यमस्ति. कारकाणि विवक्षातः एव भवन्ति, अतः अत्र तस्मिन् सन्दर्भे विवक्षा का इति दृष्ट्वा एव धातुः पचति भवति वा पचते भवति वा इति ज्ञातुं शक्नुमः. यद्यपि अद्यत्वे पश्यामः चेत् तादृशभेदः न दृश्यते. माता केवलं स्वस्य कृते पचति, अपि माता अन्नं पचति इति वक्तुम् अद्यत्वे वयं वदामः, तथा एव वदामः. तादृश क्लियर् कट् डिस्टिङ्क्षन् नास्ति अद्यत्वे आत्मनेपदी अपि च परस्मेपदी तयोः. यद्यपि सूत्रमस्ति परन्तु सर्वे तत्र क्लियर् कट् डिस्टिङ्क्षन् न कुर्वन्ति परस्मैपदि वा आत्मनेपदि वा, परन्तु अकाडेमिक् पर्स्पेक्टिव् वयं ज्ञातुं शक्नुमः. नो चेत् काव्येषु कथमस्ति इति ज्ञातुं शक्नुमः, परन्तु प्रयोगे तादृश डिस्टिङ्क्षन् न दृश्यते. अस्तु, तर्हि अग्रे गच्छेम. अग्रे मीना भगिनी पठति वा ईड् व्यवस्था? वदामि अहं भगिनि. ईद् व्यवस्था, ईद् नाम किं? प्रायः अस्माभिः सर्वैः अवलोकितं स्यात् यत् तिङन्तेषु कृदन्तेषु च कुत्रचित् इकारः श्रूयते, कुत्रचित् न. यदा तिङन्तेषु गमिष्यति इत्यत्र मकारोत्तरः इकारः अस्ति, द्रक्ष्यति इत्यत्र एवं कोऽपि इकारः नास्ति, कृदन्तेषु पठितुम् इत्यत्र डकारोत्तरतः इकारः अस्ति, कर्तुम् इत्यत्र एवं कोऽपि इकारः नास्ति. अस्य इकारस्य नाम इड् आगमः, इडागमः. तर्हि कुत्र इडागमः संयुज्यते अपि च कुत्र न इत्यस्य विज्ञानस्य नाम इड् व्यवस्था. यत्र इडागमस्य यत्र पठामि वा भगिनि, यत्र इडागमस्य योजनार्थं धातोः अनुकूलता वर्तते तत्र धातुः सेत् इत्युच्यते. सेत् इडा सह बहुव्रीहिसमासः. एतादृश बहुव्रीहिसमासस्य यस्य सह येन सह इति शैली न भवति, किन्तु अन्यपदप्रधा प्राधान्यम् अस्ति. प्रधानं न स न वा इत् अपि तु धातुः. प्रधानं न स न वा इत् इति तु धातुः. तत्र भ्रमः अस्ति. यत्र एतादृशी अनुकूलता नास्ति तत्र धातुः अनित् इत्युच्यते. अनित् न इत् इत् रहित्यम् इति यस्य सः. सामान्यतया धातुः सेत् अस्ति चेत् अपि च तस्मात् यः प्रत्ययः विहितः अस्ति सः अपि सेत् अस्ति चेत् तर्हि तत्र इदनुकूलता विद्यते. नाम तस्यां दशायाम् इडागमः भवितुम् अर्हति. धातुप्रत्ययोः कश्चन इदनुकूलो नास्ति चेत् सामान्यतया तत्र इदनुकूलता नास्ति. अपवादाः सन्ति, किन्तु सामान्यनियमः अयम्. वदतु. अत्र ईदवस्था इति किम् इति वर्णनम् उक्तम्. तिङ् प्रत्ययं अपि च कृत् प्रत्ययेषु इद् अवस्था पश्यामः. उदाहरणं गमिष्यति इति इदागमः भवति, परन्तु द्रक्ष्यति इति दातौ इदागमः नास्ति. तद् तिङ् प्रत्ययेषु कृदन्तेषु अपि कर्तुम् इति प्रभावे इडागमः नास्ति, पठितुम् इति इडागमः अस्ति. कर्तर्थे अन्तिङर्थे इडागमः भवति, सर्वत्र नास्ति. कुत्र अस्ति कुत्र नास्ति इति विज्ञानमेव ईदवस्था इति उक्तं. तत्र कुत्र इडागमः धातुः अर्हति वा, परन्तु अर्हति वा न वा इति, कुत्र अनुकूलता अस्ति इति अत्र वदति. यदि धातुः इत् भवति इस्सेत् धातुः इति उच्यते. यदि धातुः अनिट् अनिट् इति उच्यते, इत् नास्ति चेत् अनिट् इति उच्यते. अनुकूलता कुत्र अस्ति इति धातु प्रत्यय अपि धातु अस्ति भवति इत् अनुकूलता भवति, प्रत्यय अपि अनुकूलता भवति एव इत् इत् वित् भवति चिन्तयामि. अथवा इत् न भवति धातु इत् प्रत्यय न अनित् भवति चेत् इत् न भवति. तदेव भगिनि सामान्यतया अपवादः अस्ति अपि चेत् कथं कुत्र अपवादमस्ति, किमर्थम् अपवादः अस्ति, कथम् अपवादः अस्ति अहं न जानामि. हा चिन्ता नास्ति, अत्र पश्यामः अत्र क्रमेण समीचीनम् अत्र पश्यामः क्रमेण पश्यामः अत्र इद् व्यवस्था इत्युक्ते का इति. तस्मात् पूर्वं तत्र अरविन्द महोदय अन्यत् एकमपि वक्तुम् इच्छामि. यद्भवान् वदति तत्र वाक्यं दृष्ट्वा एव ज्ञायते तत्र तत्र क्रियायाः फलं कर्तारं प्रति गच्छति वा न वा इति, यद्भवान् वदति समीचीनं. यदि वाक्यं पुरतः अस्ति तर्हि पचति इति रूपम् अस्ति इति दृष्ट्वा ज्ञायते, ओ क्रियायाः फलं कर्तारं प्रति नास्ति सर्वेषां प्रति अस्ति इति ज्ञायते. परन्तु यदि भवान् वाक्यं कर्तुम् इच्छति तस्मिन् सन्दर्भे किं भवति? वाक्यं नास्ति खलु इदानीं पुरतः. वाक्यं पुरतः नास्ति किन्तु मनसि अस्ति. मनसि तत्र किं विवक्षा अस्ति खलु? विवक्षा अस्ति आत्मनेपदं प्रयुक्तव्यं वा परस्मैपदं प्रयुक्तव्यं वा. तस्मिन् सन्दर्भे यदि भवान् तत्र मया दर्शनं कुत्र तत् क्रियाया फलं गच्छति इति ज्ञातव्यम्. हा तस्मिन् सन्दर्भे भवान् जानाति खलु तत्र ओ मम कृते अहं करोमि वा नो चेत् सर्वेषां कृते अहं करोमि वा इति ज्ञात्वा एव तत्र भवान् निर्णयं करोति अत्र आत्मनेपदि वा परस्मैपदि वा इति खलु. सम्यक्. हा तर्हि तत्र यदि तत्र कुत्रचित् पठति भवान् काव्यं पठति तस्मिन् सन्दर्भे माता अन्नं पचति इति पश्यति चेत् तत्र ज्ञातुं शक्यते ओ अत्र वाक्ये क्रियायाः फलं सर्वेषां कृते अस्ति इति कृत्वा परस्मैपदि इति जानाति. यदि माता अन्नं पचते इति अस्ति चेत् तर्हि इदानीं केवलं कर्तारं प्रति एव फलम् अस्ति इति ज्ञातुं शक्यते. परन्तु यदि भवान् एव तत्र वाक्यं कर्तुम् इच्छति तस्मिन् सन्दर्भे चिन्तयति खलु अत्र विवक्षा का, कस्य कृते, तर्हि तत्र तत्र तत्र इत्युक्ते तत्र सूत्रस्य अवगमनार्थं तत्र किं चिन्तनीयम् इति चेत् अन्ततो गत्वा तत्र कर्तुः विवक्षा का, किम् इच्छति कर्ता. कुत्रचित् यदि पठति तत्र पचति इति दोषरूपेण अस्ति इति चेत् यदि माता अन्नं पचति इति अस्ति तत्र, परन्तु भवान् जानाति तत्र पूर्वं यद् भवान् पठितवान् तत् तद् तम् आधारीकृत्य भवान् जानाति अत्र न अत्र क्रियायाः फलं केवलं मातारं प्रति एव गन्तव्यम् इति भवान् जानाति चेत् तत्र भवान् वक्तुं शक्नोति अत्र दोषः अस्ति इति. अतः तत्र विवक्षा ज्ञातव्यं सर्वत्र. मम भ्रमं किं जातम् इति मम अहं वदामि. स्वरिजनितकर्तृभिप्रायफले तत् परिच्छेदे प्रथमं वाक्यमस्ति यस्य धातोः स्वरितस्वरस्य ञकारस्य च यत् संज्ञा भवति तस्य क्रियायां फलं कर्तु अस्ति चेत् धातुतः आत्मनेपदी ञत् प्रत्ययः विहितः. क्रियाया फलं कर्तुं नास्ति चेत् धातुतः परस्मैपदी ञत् प्रत्ययः विहितः भवति. तत् मम प्रश्नमस्ति, आत्मनेपति एव अस्ति चेत् परस्मैपदि कथं भवति? परस्मैपदी न भवति, यदा क्रियायाः फलं केवलं कर्तारं प्रति अस्ति तर्हि धातुतः आत्मनेपदीप्रत्ययः एव विद्यते, तत्र परस्मैपदी न भवति एव. यदा क्रियायाः फलं, क्रियायाः फलं यदा कर्तारं प्रति, केवलं कर्तारं प्रति नास्ति परन्तु सर्वेषां प्रति अस्ति, तदानीमेव धातुतः परस्मैपदीप्रत्ययः विद्यते. तर्हि तत्र यदा हि वयं तत्र पचति इति रूपं कर्तुम् इच्छामः अस्माकं वाक्ये, तदा चिन्तनीयं तत्र क्रियायाः फलं कर्तारं प्रति गच्छति वा न वा इति चिन्तनीयं, चिन्तयित्वा तत्र प्रत्ययं योजयामः. अतः तत्र वाक्यकरणसमये एव वयं चिन्तयामः. किन्तु सरितञित इति परिच्छेदे प्रथमवाक्ये अस्ति, स्वरितञित ञकारस्य यत् संज्ञा भवति, तत्र पश्यति चेत् उभयपदित्वं भवति इति मा अहं जानामि, किन्तु तत्र उभयपदित्वं भवति इति न जानीमः. स्वरित यस्य धातोः स्वरितस्वरस्य ञकारस्य च इत्संज्ञा भवति इति तावदेव उक्तं, तेन किमपि न ज्ञायते. तदनन्तरं क्रियायाः फलं, तदेव मुख्यविषयः अस्ति. क्रियायाः फलं कुत्र गच्छति इति एव मुख्यविषयः. क्रियायाः फलम् आधारीकृत्य एव धातुः परस्मैपदी वा आत्मनेपदी वा भवति. उभयपदी अत्र उभयपदी अस्ति अत्र न भगिनि, कुत्र क्रियाफलम् अस्ति चेत् आत्मनेपदी एव विधीयते. न क्रियायाः फलं, न क्रियायाः फलं कुत्र गच्छति, क्रियायाः फलं कुत्र गच्छति इति एव चिन्तनीयं. कुत्र गच्छति क्रियायाः फलं कुत्र गच्छति इति चिन्तनीयं. क्रियायाः फलं केवलं कर्तारं प्रति अस्ति चेत् आत्मनेपदी, आत्मनेपदी प्रत्ययः विधीयते. अस्तु, चिन्तयतु भवान्, चिन्तयतु. अस्तु तर्हि अग्रे गच्छेम. अत्र ईड् व्यवस्था इति विषयः अस्ति. ईड् व्यवस्था, तत्र इड् इति वयं दृष्टवन्तः, यद्यपि इट् इति किम् इति प्रायः न जानीमः, परन्तु इट् इति वयं दृष्टवन्तः, पठिष्यति, भविष्यति, करिष्यति, अपि च एतादृशरूपाणि वयं जानीमः, पठितः इति तादृशरूपाणि, खादितः, लिखितः इति तादृशरूपाणि वयं जानीमः. तत्र सर्वत्र मध्ये इकारः श्रूयते, सः इकारः एव इट् इति वदामः. इट् इति तत्र टकारः अपि अस्ति, टकारस्य इत्संज्ञा अस्ति. इट् इति टकार इत्सहितरूपम् अस्ति इट्. तत्र टकारः इत्संज्ञकः किमर्थम् इति चेत् तत्र इट् इति वस्तुतः आगमः अस्ति. इट् इति आगमः प्रत्ययस्य आगमः, प्रत्ययस्य आदौ आयाति. टकारः इत्संज्ञकः इति कृत्वा आद्यन्तौ टकितौ इति सूत्रेण प्रत्ययस्य आदौ इडागमः भवति इति मुख्यविषयः. प्रथमः विषयः इडागमः सर्वदा प्रत्ययस्य आदौ आयाति. तर्हि कीदृशप्रत्ययः इति अग्रे पश्यामः. सर्वेषां प्रत्ययानाम् इडागमः भवति वा, नो चेत् केवलं केषाञ्चन प्रत्ययानाम् इडागमः भवति वा इति चिन्तनीयं, तदग्रे पश्यामः. परन्तु इडागमः तु प्रत्ययस्य इडागमः अस्ति, प्रत्ययस्य आदौ आगच्छति. यदि पठिष्यति इति रूपं पश्यति चेत् तत्र ईस्यति, ईस्यति, ई इति इडागमः, स्य योगः तिस्यति, तत्र लृट्लकारे भविष्यत्काले स्यति, स्य इति विकर्णप्रत्ययः, ति इति तिङ्प्रत्ययः, स्यति इत्यस्मात् इडागमः भवति. ई योगः स्यति, स्यति तत्र षत्वं भूत्वा इष्यति. तर्हि पठिष्यति इति रूपं निष्पन्नं भवति. तर्हि अत्र प्रश्नः अस्ति, इडागमः इति वदति तर्हि कदा इडागमः भवति? तत्र सर्वत्र धातुः, यः कोऽपि धातुः भवतु, प्रत्ययः यः कोऽपि प्रत्ययः भवतु, इडागमः भवति वा इति चेत् न. तत्र नियमाः सन्ति, धातुः कीदृशधातुः भवेत्, प्रत्ययः कीदृशप्रत्ययः भवेत्, तदानीमेव इडागमः भवति, तत्र नियमाः सन्ति. तर्हि यत्र धातौ नियमः पूरितः, इडागमार्थं यः नियमः अस्ति सः नियमः पूरितः अस्ति चेत् धातुः सेट् इति वदामः. यत्र प्रत्ययः इडानुकूलः अस्ति, यत्र इडागमः भवितुमर्हति, तर्हि प्रत्ययः अपि सेट् इति वदामः. तर्हि धातुः सेट्, प्रत्ययः सेट् अस्ति चेत् इडागमः भवति. सेट् इत्यस्य तत्र विग्रहवाक्यं कथं भवति इति चेत् इतासः. सेट् इत्युक्ते इतासः इति बहुव्रीहिसमासः. सेट् धातुः इति वदामः चेत् सेट् इति विशेषणमस्ति धातुः इत्यस्य, बहुव्रीहिसमासः. इटासः वर्तते, धातुः इटासः वर्तते, अतः धातुः सेट्. तर्हि तत्र अस्माकं करपत्रे किम् उक्तमस्ति चेत् सामान्यतया बहुव्रीहिसमासे यस्य सः येन सः इति तादृशं दृश्यते विग्रहवाक्ये, परन्तु अत्र तथा नास्ति. यतोहि अत्र सहपूर्व बहुव्रीहिसमासः अस्ति, अतः विग्रहवाक्यं भवति इतासः वर्तते इति सेट्. इतासः कः वर्तते? धातुः वर्तते. अतः अत्र बहुव्रीहिसमासः अस्ति, धातुः इत्यस्यैव प्राधान्यम् अस्ति, न तु स इत्यस्य प्राधान्यं नास्ति, इट् इत्यस्य अपि प्राधान्यं नास्ति. सेट् धातुः इत्युक्ते कीदृशधातुः? सेट् धातुः. अतः सेट् इत्यस्य प्राधान्यं नास्ति, धातुः इत्यस्य प्राधान्यम् इति तत्र बहुव्रीहिसमासस्य विषयः अस्ति. तर्हि धातुः सेट् अस्ति, प्रत्ययः अपि सेट् अस्ति चेत् इडागमः भवति इत्येव विषयः अस्ति. तदर्थं तत्र धातुः कदा सेट् भवति इति अग्रे पश्यामः, परन्तु इति सामान्यचिन्तनमस्ति. इडागमः इति चेत् तत्र प्रत्ययस्य एव इडागमः भवति, न तु धातोः इति प्रथमः विषयः अस्ति. कोऽपि प्रश्नः वा? सर्वाणि इडागमः धातुः सेट् भवति वा? सर्वा न, पुनः वदतु. सर्वाणि इडागमः धातु सेट् भवति वा? प्रथमगण दशमगण धातु एव भवति वा? न न न न, तदेव पश्यामः. नियमः के इति पश्यामः. अत्र कुत्र इडागमः भवति इति न पठितवन्तः खलु. प्रथमगणः दशमगणः इति किमपि नास्ति, तत्र कुत्र इडागमः भवति इति अग्रे पश्यामः. अस्तु, ओके. तर्हि लक्ष्मी भगिनी पठतु अग्रे. आं भगिनी, पठिष्यामि. इत् सप्नकेन अच् वर्णेन धातुः किं पति इति निर्णयः क्रियते, अपि च अवशिष्टस्वरेण निर्णयः क्रियते अयं धातुः इट् अनिट् वा इति अस्माभिः उक्तम्. इत् सप्नकानां वर्णानां निष्कासनानन्तरं यः स्वरः अवशिष्यते तेन स्वरेण धातुः इट् वा अनिट् वा इति निर्णयः क्रियते. अनेन स्वरेण इट् व्यवस्था ज्ञायते. इत् सम्यकेन अच्वर्णेन धातुः किं पति इति निर्णयः वयम् अस्माभिः दृष्टवन्तः. अपि इदानीम् इत्सप्ना विहाय अवशिष्टः स्वरः किम् अस्ति, तत् स्वरेण निर्णायकं भविष्यते इट् वा अनिट् वा इति निर्णायकं क्रियते. एतत् व्यवस्था अस्ति इड् व्यवस्था. सत्यं, सारांशः सत्यं. तर्हि तत्र एतावता किं दृष्टवन्तः इति चेत्, धातौ यः स्वरः अस्ति सः इत्संज्ञकः अस्ति चेत् तत्र धातुः परस्मैपदी वा आत्मनेपदी वा उभयपदी वा इति ज्ञायते. परन्तु धातौ यः स्वरः सः इत्संज्ञकः नास्ति, इत्संज्ञकः नास्ति तादृशस्वरः, इत्युक्ते अनुनासिकचिह्नं नास्ति. तादृशस्वरं दृष्ट्वा वयं ज्ञातुं शक्नुमः धातुः सेट् वा अनिट् वा इति ज्ञायते. इड् व्यवस्था ज्ञायते, अवशिष्टस्वरेण इड् व्यवस्था ज्ञायते इति एव विषयः. स्वरस्य इत्संज्ञा अस्ति चेत् पदव्यवस्था ज्ञायते, स्वरस्य इत्संज्ञा नास्ति चेत् इड् व्यवस्था ज्ञायते. अवशिष्टस्वरेण इड् व्यवस्था ज्ञायते. तर्हि अग्रे भवती एव पठतु. आम्, तर्हि अत्र इड् व्यवस्था कीदृशी इति द्रष्टव्यं. वृत्तान्ते पट् इति धातुः, टकारोत्तरवर्ती यः आकारः अस्ति सः अनुनासिकः उदात्तः च, अतः धातुः परस्मैपदी. पकारोत्तरवर्ती यः आकारः अस्ति सः अवशिष्टः स्वरः इति उच्यते. अयम् अकारः कीदृशः इति ध्येयम्. अवशिष्टः स्वरः अनुदात्तः चेत् धातुः अनिट्। अयम् अवशिष्टः स्वरः उदात्तः स्वरितः वा धातुः सेट्। पकारोत्तरवर्ति अकारः उदात्तः अतः धातुः सेट्। गैः क्षम्यतां गै धातौ ऐकारः अनुदात्तः अतः धातु अनिट्। मेड् मेड् मेङ् मेङ् धातौ अकारस्य इत्संज्ञा मे अवशिष्यते एकारः अनुदात्तः अतः धातुः अनिट्। क्षिवु इति धातौ उकारः अनुनासिकः अतः तस्य इत्संज्ञा लोपः च क्षिव् इति अवशिष्यते। शकारोत्तरवर्ति यः इकारः सः उदात्तः अतः धातु सेट्। उपर्युक्तस्य नियमस्य कारणं यदि अवगन्तुम् इच्छामः तर्हि सूत्रद्वयं द्रष्टव्यं भवति। वर्णितुम् अत्र इड् व्यवस्था कीदृशी इति चिन्तनं भवति। पट् इति धातु उदाहरणार्थं दृश्यते चेत् तत्र अकारस्य अनुनासिक इत् भूत्वा तत् लोपः भवति, किन्तु उदात्तः अतः उदात्तः भवति। उदात्तः चेत् तत्र अधोरेखा अपि नास्ति, शिरोरेखा अपि नास्ति, अतः उदात्तः भवति। परस्मैपदी भवति। पकारोत्तरवर्ति यः अकारः अस्ति तत् अवशिष्टः लोपानन्तरम् अच्वर्णस्य लोपानन्तरम् अवशिष्टः पकारोत्तरवर्ति अकारः अवशिष्टस्वरः इति उच्यते। तं स्वरं स्वरः अवशिष्टः स्वरः इति उच्यते। अयम् अकारः कीदृशः इति ध्येयं तदेव वर्ण्यते। अवशिष्टः स्वरः अनुदात्तः चेत् धातुः अनिट्। न अवशिष्टः स्वरः उदात्तः स्वरितः वा चेत् धातुः सेट् इति तस्य विवरणं। पकारोत्तरवर्ति अकारः उदात्तः धातुः सेट्। इदानीं गै इति धातौ ऐकारः अनुदात्तः अधोरेखा अस्ति अधः अनुदात्तः भवति धातुः अनिट् भवति। मेङ् इति धातौ चेत् उदाहरणार्थं स्वीकरोति चेत् ङकारः इत्संज्ञा भूत्वा मे इति अवशिष्यते, तत्र एकारः अनुदात्तः पुनः अनिट् धातुः इति वक्तव्यम्। शिवु इति धातु उदाहरणार्थं स्वीकरोति चेत् उकारः अनुनासिकः अनन्तरं तत्र क्षिव् इति अवशिष्यते, क्षकारोत्तरवर्ति इकारः तत् उदात्तः, उपरि अपि रेखा नास्ति अतः अपि रेखा नास्ति अतः धातुः सेट् उदात्तः अस्ति सेट् इति उदाहरणं। किन्तु तर्हि सूत्रद्वयं द्रष्टव्यम् इति अन्ते उक्तवन्तः कथम् इति ज्ञायते चेत् सूत्रद्वयम् अस्ति इति उक्तवन्तः। समीचीनं भगिनि, अत्र सारांशः कः इति चेत् धातुः अस्ति औपदेशिकधातुः, तत्र प्रथमतया वयं किं कुर्मः इति चेत् इत्संज्ञकवर्णानां लोपं कुर्मः, तदनन्तरं धातौ यः अवशिष्टः स्वरः अस्ति सः स्वरः कीदृशः इति द्रष्टव्यम्। अनुदात्तः अस्ति चेत् अवशिष्टः स्वरः तर्हि धातुः अनिट् इति वदामः, अवशिष्टः स्वरः उदात्तः अथवा स्वरितः अस्ति चेत् धातुः सेट् इति वदामः। इति धातोः विषये तत्र केवलं चिन्तनीयम् अवशिष्टः स्वरः अनुदात्तः अस्ति वा इति द्रष्टव्यम्, अनुदात्तः अस्ति चेत् धातुः अनिट् इति वदामः, तावदेव। तदर्थं सूत्रमस्ति, अग्रे अग्रिमसप्ताहे पठिष्यामः, परन्तु तदेव अत्र सारांशः धन्यवादः भगिनी, धन्यवादः तर्हि अत्र स्थगयामः। अस्तु समीचीनं, धन्यवादः भगिनि, धन्यवादः भगिनि, धन्यवादः भगिनि, धन्यवादः भगिनि, नमस्ते।